पद्मपुराणं खण्डं 5 पातालखण्डम् अध्यायं 62 शेष उवाच मूर्छितं मारुतिं श्रुत्वा शत्रुघ्नशोकमाययौ किं कर्तव्यं मया सङ्ख्ये बालकोऽयं महाबलः स्वयं रथे हेममये तिष्ठन् वीरवरैः सह योद्धुं प्रागालवो यत्र विचित्ररणकोविदः लवं ददर्श शिशुतां प्राप्तं राममिवक्षिदौ धनुर्बाणकरं वीरान् क्षिपं तं रणमूर्धनि विचारयामास तदा कोऽयं रामस्वरूपदृक् नीलोत्पलदलश्यामं वपुर्बिभ्रन्मनोहरम् एष वै देहतनुजा सुतो भवति नान्यथा अस्मान् विजित्य समरे यास्यते मृगराडिव अस्माकं नो जयो भाव्यस्य क्रिया विरहितात्मनाम् अशक्ता किं करिष्यामः समरे रणकोविदाः इत्येवं स विचार्याध बालकं तु वचोऽब्रवीद रणे कुतुककर्तारं वीरकोडिनिपातकं कस्त्वं बालरणेऽस्माकं वीरान् पादयशिक्षितौ न जानीषे बलं राज्ञो रामस्य धनुजार्दिनः कादे मातापिता कस्ते सुभाग्यो जयमाप्तवान् नाम किं विश्रुतं लोके जानीयां ते महाबल मुञ्च वाहकथं बद्धशिशुत्वात् तत् क्षमामि ते आयाहि रामं वीक्षस्व दास्यदे बहुलं तव इत्युक्तो बालको वीरो वचशत्रुघ्नमावदद किन्दे नाम्नाथपित्रा वा कुलेन वयसा तथा युध्यस्व समरे वीरचेत्वं बलयुधो भवेः कुश्यं वीरं नमस्कृत्य पादयोर्याहि नान्यथा भ्राता रामस्य वीरो भूर्नावयोर्बलिनां वरः वाहं विमोचय बलाचक्रिस्ते विद्यते यदि इत्युक्त्वा शरसन्धानं कृत्वा प्राहरुद्धपडः हृदये मस्तके चैव भुजयो रणमण्डले तदा प्रकुपितो राजा धनुःसज्जमथाकरोद नादयन्मेघगम्भीरं त्रासयन्निव बालकम् बाणानपरिसङ्ख्यादान् मुमोच बलिनां वरः बालो बलेन चिच्छेद सर्वांस्तान् सायकव्रजान् लवस्याने कथा मुक्तैर्बाणैर्व्याप्तं महीतलं व्यतीपादे पदत्तस्य दानस्येवाक्षयं गदाः ते बाणा व्योमसकलं व्याप्नुल्लव सन्धिताः सूर्यमण्डलमासाद्य प्रवर्तन्ते समं तदः मारुतो नाविशद्यत्र बाणपञ्चरगोचरे मनुष्याणां तु का वार्ताक्षणजीवितशंसिनां तद्बाणान् विस्तृतान् दृष्ट्वा शत्रुघ्नो विस्मयं गतः अचिह्नशतसहस्रं बाणमोचनकोविदः तान् छिन्नान् सायकान् सर्वान् स्वीयान् दृष्ट्वा कुशानुजः धनुश्चिच्छेदतरसा शत्रुघ्नस्य महीपतेः सोऽन्यद्धनुरुपादाय यावन्मुञ्चति सायकान् तावत् बभं च सरथं सायकैशितपर्वभिः करस्तमच्छिनच्चापं सुदृढं गुणपूरितं तत्कर्म पूजयन्वीरा रणमण्डलवर्तिनः सच्छिनद्धन्वा विरधो हदाश्वो हदसारथिः अन्यं रथं समास्थाय ययौ योद्धुं लवं बलाद अनेकबाणनिर्भिन्नस्रवद्रक्तकलेवरः पुष्पिधश्च किं शुक इव शुशुभेरणमध्यकः शत्रुघ्नबाणप्रहदः परं कोपमुपागमद बाणसन्धानचतुरकुण्डलीकृतचापवान् विशीर्णकवचं देहं शिरो मुकुटवर्जितं स्रवद्रक्तपरिप्लुष्टं शत्रुघ्नस्य चकारसः तदा रामानुजक्रुद्धो दशबाणाञ्छिदाग्रकान् मुमोच प्राणसंहारकारकान् कुपितो भृशं स तां स्तां स्थिलश्च कृत्वा बाणैर्निषिदपर्वभिः ताडयामास हृदये शत्रुघ्नस्याष्टभिशरैः अत्यन्तं बाणपीडार्थो लवं बलिनमुत्स्मरन् दुःसहं मन्यमानस्थं शरान् मुञ्चन्नभूत्तदा तदा लवेन तीक्ष्णेन हृदि भिन्नो विशालके अर्धचन्द्रसमानेन तीक्ष्णपर्वसुशोभिना सविद्धो हृदि बाणेन पीडां प्राप्तः सुदारुणां पपादस्यन्दनोपस्थे धनुपाणिः सुशोभितः शत्रुघ्नमूर्छितं दृष्ट्वा नृपाश्च सुरधादयः दुद्रुवुर्लवमुद्युक्ता जयप्राप्त्यै रणे तदा सुरधो विमलो वीरो राजा वीरमणिस्तथा सुमदो रिपुतापाद्याः परिववृश्च संयुगे केचित् क्षुरप्रयत्मुसलैः केचिद्बाणैः सुदारुणैः प्रासैः परशुभिः केचित् सर्वध प्राहरन्नृपाः तानधर्मेण युद्धोत्कान् दृष्ट्वा वीरशिरोमणिः दशभिर्दशभिर्बाणैः ताडयामास संयुगे ते बाणवर्षविहधारणमध्ये सुकोपनाः केचित्पलायिता केचिन्मुमुहुर्युद्धमण्डले तावत्स राजा शत्रुघ्नो मूर्च्छां संत्यज्य सङ्गरे लवं प्रायान्महावीरं योद्धुं बलसमन्वितः आगत्य तं लवं प्राह धन्योऽसि शिशुसन्निभः न बालस्त्वं सुर कश्चिच्छलितुं मां समागतः केनापि न हि वीरेण पादितो रणमण्डले त्वयाहं प्रापितो मूर्छां समक्षं मम पश्यतः इदानीं पश्य मे वीर्यं त्वां सङ्ख्ये पादयाम्यहं सहस्व बाणमेकं त्वं मापलायस्व बालक इत्युक्त्वा समरे बालं शरमेकं समाददे यमवक्त्रसमं घोरं लवणो येन खादितः सन्धाय बाणं जाज्वल्यं हृदि भेत्तुं मनो दधद लवं वीरसहस्राणां वह्नि वत् सर्वदाहकं तं बाणं प्रज्वलन्तं सद्योदयं तं दिशो दश दृष्ट्वा सस्मारबलिनं कुशं वैरिनिपातिनम् यद्यस्मिन् समये वीरो भ्राता स्यात् बलवान् मम तदा शत्रुघ्नवशदा न मे स्याद्भयमुल्बणम् एवं तर्कयतस्तस्य लवस्य च महात्मनः हृदि लग्नो महाबाणो घोरकालानलोपमः मूर्च्छां प्राप तदा वीरो भूप सायकसंहृदः सगरे सर्ववीराणां शिरोभिस्समलङ्कृते इति श्रीपद्मपुराणे पादालखण्डे शेषवाच्यायनसंवादे रामाश्वमेधे लवमूर्च्छा नाम द्विषष्टितमोऽध्यायः ॐ